नमस्कारः सर्वेषाम् अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्. आर्द्रधातुकप्रकरणं ञगन्तदातवः इति पाठः गतसप्ताहे सामान्य अभ्यासकार्याणि इति दृष्टवन्तः. परिचितानि एव हलादिशेषः, षत्पूर्वस्थयः, ह्रस्वः, उरत्, कुहोश्चुः, अभ्यासे चर्च इति षट् सूत्राणि सन्ति. आं, तद् दृष्टवन्तः. अनन्तरं तत्र विभागः यदा पूर्वमपि वयं दृष्टवन्तः, चतुर्दश विभजनं कृतं. यङन्तप्रक्रिया हलादिधातूनां यङन्तरूपं भवति, तेषां वर्गीकरणम् आकारान्तः ईकारान्तः यथा पूर्वमेव तादृशं वर्गीकरणं कृतम् इति. अत्र वयं आकारान्तानां एजन्तानां धातूनां यङन्तधातुसिद्धिः इति गतसप्ताहे तस्य आरम्भं कृतवन्तः. तत्र द्वित्व अभ्यासकार्यानन्तरं तत्र दीर्घोक्तितः 7-4 अस्ति. दीर्घोक्तितः इत्यनेन अकित् अभ्यासस्य दीर्घादेशः भवति. ला धातुः कृत्सार्वधातुकयोर्दीर्घः इति प्रथमं कार्यम्. अजन्त अङ्गस्य दीर्घादेशः भवति यकारादिप्रत्यये परे. यङ् इति यकारादिप्रत्ययः अजन्त अङ्गमस्ति, अतः तस्य दीर्घादेशः भवति. लाला दीर्घादेशः भूत्वा अनन्तरं तत् यद्यपि न दृश्यते तद् तदापि अनन्तरं दीर्घोकितः इत्यनेन अकित् अभ्यासस्य दीर्घादेशः भवति. समानकार्यं तत्रापि तद् न दृश्यते एव. लाला योगः य लालाय. अनन्तरं तत्र अस्माकं कर्त्रार्थे सार्वधातुकप्रत्यये परे शप् विधीयते, अतो गुणे पररूपम् एकादेशः लालायते इति रूपम्. अतः अकृत् सार्वधातुकयो दीर्घः इति यद् अङ्गकार्यं तत् प्रथमं कृत्वा अनन्तरं द्वित्वकार्यम् अनन्तरं विशेष अभ्यासकार्यं दीर्घोकितः इति प्रक्रिया. तदेव इदानीम् अनुवर्तयामः. तत्र जीयोगः यक् इत्यस्मात् प्रायः पठनीयं वा? काशिकाकारः प्रतिपादयति. एतत् सर्वं वयं पठितवन्तः गतसप्ताहे एव. एजन्तधातूनाम् आत्वं भवति आदे च उपदेशे शिति इत्यस्मात् पठामः. तत्तु जानीमः एव. आं, महोदय, भवानेव. एजन्तधातूनाम् आत्वं भवति आदेशे उपदेशे अशीति सूत्रेण अनुवृत्तिसहितसूत्रमस्ति. एचः धातोः आत् उपदेशे अशिति, एजन्तधातोः आत्वं भवति अशिति प्रत्यये परे इति अस्ति. अतः एजन्तधातवः आकारान्तः इति मत्वा मिलित्वा चिन्तनं क्रियते. आकारान्त अपि च एजन्तानां मिलित्वा तत्र ला धातुः लालायते, एवमेव वा धातुः अस्ति वा योगयङ् वा अनन्तरं वाय इति भवति तत्र अनन्तरं वा द्वित्व तत्र वावा क्षम्यतां वावा इति वावा अनन्तरं वावा वावायते तथैव तत्र भा इति धातुः अस्ति भाय इति. महोदय, तत्रापि सामान्य अभ्यासकार्यं विशेष अभ्यासकार्यं वदति वा? तत्र प्रसक्तिः अस्ति, न प्रदर्शितं तावदेव. वायोग यङ् इति अस्ति अत्र कृत्सार्वधातुकदीर्घ इत्यनेन वाय इति भवति तत्र दीर्घ एव. अनन्तरं वाय इति अस्ति वा वाय इति भवति. अनन्तरं ह्रस्वः भवति वा ववाय इति. दीर्घोकितः इत्यनेन तत्र वावाय इति भवति. वावाय इति वावायोग य वा वाय तत्रापि अकार अतो नास्ति. वावाय एव वावाय वावाय वावाय वावायते. अनन्तरं किमस्ति तत्र वावाय किमपि कार्यमस्ति वा तत्र? नास्ति खलु? तावदेव वावाय योगः अनन्तरं शप् विधीयते कर्त्रार्थे सार्वधात्मकत्वे अतो गुणे. अतो गुणे इत्य तावदेव अतो गुणे इत्यनेन अथवा वावायते इति. अनन्तरं वावायते वावायते वावायन्ते इति तादृश. तथैव भा इति अस्ति तत्रापि भाय इति अकसादीर्घः इत्यनेन तत्र भाय इति भवति. अनन्तरं भाभाय अनन्तरं तत्र बभाय अनन्तरं जस्त्वं चत्वं चत्वं जत्वं बभाय अनन्तरं तत्र दीर्घोकित बाभाय बाभाय भाभाय शप् भाभाय पुनः भाभायते इति धे ध्येय् इति अस्ति यङ् इति अस्ति तत्र आदेशे उपदेशे अशित् यङ् इति अशित् प्रत्यय अस्ति अत्र ध्या इति तत्र ध्या इति भवति ध्यायोग ध्यायोग ध्या अत्रापि दीर्घोकितः इति न ध्याय स्वक्षम्यताम् अकसदीर्घ ध्याय एव तिष्ठति अनन्तरं ध्या ध्या ध्याय अनन्तरं तत्र तत्र हलादिशेषः इत्यनेन धा ध्याय अनन्तरं तत्र दाध्याय दध्याय अनन्तरं पुनः दाध्याय इति भवति दाध्याय योग शप् योग ते अतो गुणे दाध्यायते तथैव तत्र ग्लै इति अस्ति तत् तत्रापि प्रायः अरुणा भगिनी करोति ग्लै इति आं भगिनी करोति वा ग्लै इति करोमि भगिनि ग्लै धातु य भयं ग्लै धातु एजन्तदातवः आदेश उपदेशति इति सूत्रेण आकार आगच्छति ग्ला युघायम् आदित्वकार्यमस्ति ग्ला ग्ला व्यवहय लादिशेषः इत्येन गा एव वैशिष्ट्यभगिनी सत्यं गा तस्मात् प्रथमकार्यं भवति सर्वदा अकृत् सार्वधातुकयो दीर्घः यद्यपि न दृश्यते तदापि तत् कार्यम् अस्ति एव अनेन एव ग्ला ग्ला भवति कलादिशेषः इत्यनेन ग्ला एव घा इति अवशिष्यते ग्ला ग्ला दीर्घातकृति इति सूत्रेण दीर्घ तस्मात् पूर्वं सामान्यकार्यम् गकारस्थाने जकार आगच्छति इति भवति इदानीं दीर्घोकितः ओ दीर्घोकितः ओके प्रथमं ग्लै एका ग्ला भवति तदनन्तरं द्वित्वं भूत ग्ला ग्ला ग्ला भवति अकृतसार्वधातुकयो दीर्घ सूत्रेण ग्ला ग्ला ग्ला ग्ला भवति ह्रस्वः ग्ला एव वशिष्यते ग्ला होस्चुः इति सूत्रेण ककारस्थाने जकार आगच्छति ज्वा योगा ग्लै ग्ला दीर्घोत्कृति सूत्रेण दीर्घ भूत्वा ग्ला ग्लाग्य भवति जाग्लाय जाग्लाय भवति अत्र छो अपि करामि भगिनि छो योकार्यं छो इति धातु ओकारान्तदातवः अतः आकार आगच्छति छ योगः य अभ्यासकार्यं भूत्वा छ छ भवति हस्रः हलिशेषः इति न छ छ योगय दीर्घ दीर्घो अकृतः एव सामान्यकार्यं कृत्वा दीर्घोकृतः अभ्यासे छ इति छात्रेण छकारस्थाने झ चकार चकार अल्पकार अल्पकार जाय दीर्घो अतीतः इति सूत्रेण जाय चाचाय इदानीं दीर्घोक्तः ग्लै धातु यजन्तदातवः आकारादेश भवति उपदेशे आदेश उपदेशस्य इति सूत्रेण अङ्क्ला योगः या यङ् य आदित्यं ला ह्रस्वः इति हलेश ह्रस्वः इति सूत्रेण ला ला य अस्ति तदनन्तरं दीर्घो फलादिशेषः म्ला म्ला भवति तदनन्तरं दीर्घो कृतः जन म्ला म्लाय भवति फलादिशेषः किं भवति भगिनि यदा ग्ला इत्यत्र कृतवती तादृशमेव किल अत्रापि हलादि एव शेषः अन्यत् सर्वं लुप्यते ग्ला इत्यत्र गकारः एव आसीत् किल तादृशं म्ला इत्यत्र मकारः एव अवशिष्यते अन्यत् सर्वं लुप्यते माम्लायते धन्यवादः भगिनि तत्र ओ तत्र च इत्यत्र एकं चिन्तनमासीत् तदेव पठामः उषा भगिनी पठति वा दीर्घात् इति तुकाकं भगिनि न भवति भवन्ति अस्तु आम् आं भगिनि अस्मि भगिनि आम् आं भगिनि तो योगः यङ् इति कृते तत्र भगिनी श्रूयते खलु भगिनि आं श्रूयते परन्तु मध्ये मध्ये मध्ये मध्ये किञ्चित् डिस्टर्बेन्स् अस्ति सो योगः यङ् इति कृते 6:45 इत्यनेन आतेच उपदेशे अशीति इत्यनेन आकारं भूत्वा छायोगः य छायोगः य इति कृते प्रथमं छा छायोगः य देन् द्वित्वं छा छायोगः इति कृते देन् ह्रस्वः इत्यनेन छ छायोगः य छ छायोगः य देन् अभ्यासे चर्चा इत्यनेन अल्पप्राणचकारः आयाति अल्पप्राणचकारः च छाय भवति च छाय देन् अत्र दीर्घात् इति सूत्रं भगिनि अत्र दीर्घात् इति सूत्रेण तुक् आगमः भवति दीर्घात् तुक् स्यात् छेपरे संहितायां विषये दीर्घस्वरस्य चकारे परे ओके ओ दीर्घस्वरस्य चकारे परे संहितायां तुक् आगमः भवति छे च इत्यस्मात् छे इत्यस्य अनुवृत्तिः ह्रस्वस्य पितिकृति तुक् इत्यस्मात् तुक् इत्यस्य अनुवृत्तिः संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं दीर्घात् तुक् छे संहितायाम् ओके दीर्घात् पूर्वमेव ह्रस्वात् पूर्वमेव सो छा छा य इति कृते देन् प्रथमम् अभ्यासे चर्चा इत्यनेन ओ देन् नो नो नो दट् वि केनाट् ओके छे च इत्यनेन एव कार्यं करोति इत्यनेन दीर्घात् तुक् छे संहितायाम् इत्यनेन तुक् आगमः भवति तुक्कामः तुक् आगमः भवति इति कृते देन् छात् एनिवे अत्र अग्रे पठामि वा भगिनि दीर्घात् दीर्घात् तुक् छे संहितायाम् ओके छे च इत्यस्मात् छे इत्यस्य छे परः अस्ति चेत् संहितायां विषये दीर्घात् दीर्घात् अनन् दीर्घात् तुक् स्यात् तुक् आगमः भवति इति तुक् आगमः ककार आद्यन्तौ टकितौ अन्ते अस्ति दीर्घात् इति कृते दिन् दीर्घस्य अनन्तरं वा झात् छाय अत्र प्रश्नः उदेति यत् अयं तुक् कस्य आगमः दीर्घात् इत्यनेन दीर्घात् तुक् स्यात् क्षेपरे दीर्घात् अनन्तरम् इति स्वाट् ऐत् ओके अस्मिन् सूत्रे तस्मात् इति उत्तरस्य इत्यस्य बलेन तुक् आगमः अग्रे स्थितस्य चकारस्य आगमः स्यात् अग्रे स्थितस्य चकारस्य आगमः स्यात् तस्मिन् इति निर्दिष्टे पूर्वस्य इत्यस्य बलेन तुक् आगमः पूर्वं स्थितस्य दीर्घस्वरस्य आगमः सूचनाद्वयमपि परस्परविरुद्धम् ओके तस्मात् इति उत्तरस्य इत्यनेन बलेन तुक् आगमः अग्रे स्थितस्य चकारस्य आगमः स्यात् ओके अग्रे स्थितस्य द्वितीयस्य तस्मिन् इति निर्दिष्टे पूर्वस्य इत्यनेन बलेन तुक् आगमः पूर्वं स्थितस्य दीर्घस्वरस्य आगमः भवति ओके सूचनाद्वयमपि परस्परविरुद्धम् अस्यां दशायाम् उभयनिर्दिष्टे पञ्चमी निर्देशः बलीयान् इति परिभाषया द्वयोः निर्देशयोः मध्ये पञ्चमी निर्देशः बलीयान् इत्युक्तौ सकारस्य एव आगमः न तु दीर्घस्वरस्य फलितार्थः एवं यत् सप्तमी अन्तं पदं स्थानिनं निदर्शयति भगिनि फलितार्थः एवं यत् सप्तमी अन्तं पदं स्थानिनं निदर्शयति स्थानिनं निदर्शयति तस्य निदर्शनं करोति तस्य विषये वदति फलितार्थः एवं यत् सप्तमीयन्तं पदं स्थानिनं निदर्शयति ओके सप्तमीयन्तं पदं पूर्वं कार्यम् इति अनेन दीर्घात् इत्यस्य व्याख्याने चे सप्तमीयन्तम् अतः चकारस्य एव तुक् आगमः भवेत् किन्तु अनेन इष्टरूपं न सिद्ध्यति अनिष्टरूपस्य निवारणार्थं कौमुदीकारः वदति यत् विभाषा सेनासुरा छाया शाला निशानाम् इति ज्ञापकम् अस्ति अस्मिन् सूत्रे तत्पुरुषसमासस्य अन्ते सेनासुरा छाया शाला निशा इत्येषु अन्यतमं पदम् अस्ति चेत् स च समासः विकल्पेन नपुंसकलिङ्गः भवति सूत्रस्य यतोहि द्वन्द्वसमासः अथवा तत्पुरुषसमासः अन्ते अन्तिमपदम् अनुसृत्य एव परन्तु नपुंसकलिङ्गं भवति इति सूत्रं वदति पाणिनिसूत्रं वदति ओके सूत्रस्य अर्थः अत्र असम्बन्धः ओके सूत्रस्य रूपं द्रष्टव्यम् अस्मिन् सूत्रे द्वन्द्वसमासः अस्ति सेनासुराच्छाया शाला निशा इत्येषाम् अस्मिन् समासे सुरायोगः छाया ओ दट् ओके ओ छाया इत्यपि अस्ति सूत्रे ओके अस्मिन् समासे सुरायोगः छाया इति कृते सुराच्छाया इति रूपं पाणिनिना दत्तम् सुराच्छाया इति पाणिनिना दत्तम् अत्र च दीर्घात् इति सूत्रस्य प्रसङ्गः सुराच्छाया ओके तकार दत्तुकागम ओके उभयनिर्देशे पञ्चमी निर्देशः बलीयान् इति परिभाषया अत्र तुक् आगमः चकारस्य भवति स्म तुक् हित् अतः आद्यन्तौ टकितौ इत्यनेन चकारस्य अन्ते भवेत् किन्तु सुराचाया इति रूपे तुक् आगमः आकारस्य अनन्तरं आकारस्य अनन्तरं न तु चकारस्य अतः पाणिनिना दत्तम् इदं रूपं ज्ञापकं भवति यत् दीर्घात् इति सूत्रेण यः तुक् आगमः विधीयते सः तु दीर्घस्य एव भवेत् न तु चकारस्य इति कृत्वा अयं तुक् आगमः उभयनिर्देशे पञ्चमीनिर्देशः बलीयान् इति परिभाषाम् अनुसृत्य न भवति चो योगः यङ् छा योगः यकार छा छा य इति स्थितौ तुकागमः आकारस्य एव न तु छकारस्य सो छात् छात् छाय इति भवति वा सत्यं परन्तु तुकागमस्य का गतिः इति अग्रे वदति इदानीं तद्विषये नास्ति अत्र केवलं तुकागमः आकारस्य तुकागमः इत्येव तावदेव अवगतं वा आं भगिनि वन्स् ऐ सी इट्स् आगम देन् इट्स् लैक् तुक् वेन् ऐ सी तुक् आगम देन् वि ओन्लि थिङ्क् आफ् आद्यन्तौ टकितौ आद्यन्तौ टकितौ एव मनसि आयाति खलु तस्मात् इति तस्मात् इति उत्तरस्य अथवा तस्मिन् इति निर्दिष्टे पूर्वस्य इति अपि चिन्तनमेव न जायते मम मनसि एनिवे देन् तद् पञ्चमी विभक्त्याम् अस्ति किल दीर्घात् दीर्घात् अतः कस्य आगमः इति प्रश्नः तत्र उत्तरं तादृशं वदति कस्य आगमः इति प्रश्नस्य उत्तरं दीर्घात् इति पञ्चम्याम् अस्ति अतः तस्मादिति उत्तरस्य तुकागमः इत्युक्ते चकारस्य आगमः इति स्वीकुर्मः दीर्घात् चकारात् चकारस्य कृते आयाति सूत्रेण विधीयते तुक् सो चकारात् पूर्वं वा छाकारात् पूर्वं वा आकारात् अनन्तरं वा इति विषये देन् पाणिनीयसूत्रमेव पाणिनीयसूत्रं दत्तं सेनासुराचार्यशालानिशानाम् इति सूत्रे देन् दट् रूपम् अस्ति दीर्घात् अनन्तरमेव भवति सो छाया इति अस्ति इत्यनेन सो सो चो योगः यङ् इति कृते छात् योगः छाय इति भवति बट् तकारः न दृश्यते ओके तद् कार्यं पुनः प्रायः अग्रे पुनः वक्ष्यते परन्तु एतावदेव तत्र किम् इत्युक्ते तत्र दीर्घात् कुक् चे संहितायाम् इति अस्ति दीर्घात् इति पञ्चमी कुक् इति आगमः चे इति सप्तमी पदद्वयमपि अस्ति पञ्चम्यामपि अस्ति सप्तम्यामपि अस्ति अतः प्रश्नः क्लेशः भवति कस्य तत्र कुत्र आगमः इति कस्य आगमः सकारस्य वा दीर्घ आकारस्य वा इत्युक्ते तस्मादिति उत्तरस्य तस्मिन् इति निर्दिष्टे पूर्वस्य द्वयोः सङ्घर्षः द्वयमपि विरुद्धकार्यं वदति एकं वदति चकारस्य आगमः अन्यद् वदति पूर्वं स्थितस्य दीर्घस्वरस्य आगमः तत्र वयं किं कुर्मः यदा पदद्वयमस्ति अनन्तरं स्थानं नास्ति षष्ट्या उक्तं किमपि नास्ति चेत् तत्र वयम् उभयनिर्देशे पञ्चमी निर्देशः बलीयान् इति स्वीकुर्मः अनेन पञ्चमी निर्देशः इदानीं बलीयान् इत्युक्ते दीर्घात् इत्येव तत्र एकनिमिषं क्षम्यतां पूर्वम् अतः तत्र उभयनिर्देशे पञ्चमी निर्देशः बलीयान् इति परिभाषया वयं तत्र पञ्चमी निर्देशः दीर्घात् इति स्वीकुर्मः अतः तत्र सप्तमी पदं यदस्ति तत् स्थानी भवति किल आम् आम् सो अनुवृत्तिसहितसूत्रं दृष्ट्वा एव तत् तस्मिन् इति निर्दिष्टे पूर्वस्य वा अथवा तस्मात् इति उत्तरस्य वा इति सत्यं तादृशं भवति इति प्रथमपरिच्छेदः इत्युक्ते अनेन दीर्घात् इत्यस्य व्याकरणे चे सप्तम्यन्तम् अतः चकारस्यैव तुकागमः भवेत् चे इति स्थानं स्थानि इति वयं सप्तम्यन्तम् इदानीं पदं स्थानिनं निदर्शयति इति सर्वं स्वीकृत्य आनीतवन्तः परन्तु किं भवति इत्युक्ते इष्टरूपं न साधयितुं शक्नुमः अतः वयं कौमुदीकारः यद्वदति तत् स्वीकुर्मः सः एव तत्र कृतवान् सेनाचाया इत्यत्र तुकागमः कृतवान् तत्र कस्य तुकागमः कृतवान् इत्युक्ते स्वरस्य दीर्घस्य तुकागमः कृतवान् न तु चकारस्य मतद् तत्र स्थितिद्वयं तत्र प्रदर्शितं सामान्यतया सूत्रविषये बलाबलचिन्तनं स्वीकृत्य गच्छामः चेत् तत्र दोषाय भवति अनिष्टरूपं भवति तस्य निवारणार्थं कौमुदीकारः वदति एतादृशं स्वीकरोतु किमर्थम् इत्युक्ते पाणिनिः एव एतादृशं कृतवान् अतः तत्र स्वरस्य एव दीर्घस्य एव तुकागमः स्पष्टम् अस्ति वा महोदय अरुणा भगिनी स्पष्टम् अत्र पूर्वस्मिन् सूत्रे ह्रस्वस्य तुप् इति अस्ति इदानीम् अत्र किमर्थं दीर्घस्य इति किमर्थं न उक्तवान् इति अहं चिन्तितवान् तत्र तत्र दीर्घात् इति पञ्चमी किमपि अस्ति वा इति तत्रापि नास्ति अन्यत् तत्रापि एतदेव स्थितिः अस्ति तत्रापि दीर्घ तत्रापि दीर्घात् इति किमस्ति अत्र अनुवृत्तिः अस्ति तत्रापि दीर्घस्वरस्य एव भवति लक्ष्मीच्छाया इति तत्र दत्तमासीत् तत् किमर्थं पाणिनि षष्ठी न कृतं ह्रस्वस्य इति कृतं दीर्घस्य इति न कृतम् इति 6174 एव किल सूत्रं आमां 75 अण्ड् 76 74 न आगच्छति अन्यत् किमपि आगच्छति 75 दीर्घात् दीर्घस्वरस्य चकारे परे संहितायां तुकागमः भवति पदान्तादपि पदान्तात् तत्रापि पदान्तात् दीर्घात् इत्येव तत्रापि दीर्घस्य एव भवति पदान्तस्य दीर्घस्य एव भवति अग्रिमसूत्रम् अस्ति अहं चिन्तितवान् तत्र कोऽपि अनिवृत्तिलाभः अस्ति वा इति तत्रैव सूत्ररचना इति किमपि अस्ति तत् पठामः वा एक तदेव अस्ति यद् अस्माकं करपत्रे अस्ति तदेव ओ तदेव हा सूत्ररचनां सत्यं तदेव तथा न इष्यते इति कृत्वा तत्र तावदेव उक्तवान् लिखितवान् समानमेव अस्ति अन्यत् किमपि परन्तु तादृशं कृते इष्टरूपं नैव सिद्ध्यति इष्टरूपसिद्ध्यर्थम् अत्र पञ्चम्यन्तेन निर्दिष्टस्य पदस्य स्थानिरूपेण ग्रहणं कृत्वा तस्य तुकागमः क्रियते तत् प्रायः तद्वाक्यम् अस्माकं करपत्रे नास्ति इदानीं स्पष्टं भवति इष्टरूपसिद्ध्यर्थम् अत्र पञ्चम्यन्तेन निर्दिष्टस्य पदस्य स्थानिरूपेण ग्रहणं कृत्वा तस्य तुकागमः क्रियते सामान्य तदेव मुख्यवाक्यं प्रायः तदेव अवश्यम् अस्ति तद् प्रथम यदा तद् वदति तादृशम् उभयनिर्देश बलियान् इति स्वीकुर्मः चेत् इष्टरूपं न साधयितुं शक्नुमः अतः इदानीं पञ्चम्यन्तेन निर्दिष्टस्य पदस्य एव स्थानिरूपेण ग्रहणं कृत्वा तस्य दुर्गागमः क्रियते तद्दीर्घात् इत्येव पदं षष्ट्या विपरिणम्य तस्य स्थानिरूपेण ग्रहणं भवति अस्य किं ज्ञापकं चेत् तदेव तद् यद् सेनाचाया सुराचाया तत्सुत्वे न कृते च पारपते अयमेव सम्यक् एतदेव समीचीनं पाणिनिसम्मतमेव इति सम्यक् अपि तादृश अस्ति खलु तत्र यत्र इष्टरूप न भवति चेत् तस्य प्रयोगकरण न करणीयः इति तत्र अन्यत्रापि वयं दृष्टवन्तः तादृश इष्टरूपं किं महोदय इष्टरूपं न भवति चेत् तत् न करणीयम् इति, यद्यपि सूत्रे तादृशपरिभाषा अस्ति चेदपि इष्टरूपं यदि न साधयितुं शक्नुमः तर्हि तत्र परिवर्तनं करणीयम् इति. यथा विपरिणम्य इति वा? न न तत्र न न परन्तु अत्र तथा न इष्यते इति दत्तमस्ति खलु, तत्र न इष्यते तावदेव उक्तवान्. तत्र पाणिनेः तत्र सूत्र केनाख्याय इति तस्मिन् तत् तत् तत्र तस्य निर्देशनं न कृतं नीलेशमहोदयेन. तादृशचिन्तनमपि अन्यत्र तत्र अहं कुत्रापि श्रुतवान, माताजी अपि वदति यदि इष्टरूपा न भवति चेत् तत् न करणीयं, तत् तत् तस्मिन् मार्गे न गन्तव्यम् इति. तत्र केस् केस् टु केस् तत्र भिन्नता भवति इति वदामः किल, तादृशं प्रायः अस्मिन् प्रसङ्गे एतत् सम्यक् अस्ति अत् अतः एतत् स्वीकार्यम्, अन्यत्र तद् प्रायः तादृशं न सङ्गच्छते चेत् तत्र तद् न तद् तस्य उपयोगः न करणीयम्. अस्मिन् प्रसङ्गे तत्र दीर्घात् इत्युक्ते दीर्घस्य इति स्वीकरोतु, कथं प्रमाणं किम् इति पृच्छामः चेत् सः एव कृतवान् आसीत् इति. सरामः, धन्यवादः भगिनि. महोदय पठति वा गुमास्तादयः दातव्यः? गुमास्तादयः दातवः किन्तु आकारान्तेषु एजन्तेषु च धातुषु द्वादश सन्ति येषाम् ईकारादेशो भवति. गुमास्ता गापा जहाति सां हलि, घुमास्था गापा हा ओहाक् इति सा इति तत्र शो इति धातुः अस्ति. येषां धातूनाम् आकारस्य स्थाने ईकारादेशः भवति हलादि कित् डित् आर्धात्मिकप्रत्यये परे. वयं जानी तत् वयं पठितवन्तः, तत्र अनुसृत सूत्रमस्ति घुमास्ता गापा जहाति साम् आतः अङ्गस्य ईत् हलि किति आर्धातुके इति. घु इत्यस्य घुसंज्ञा इति घु इति दाधा घदाप् इति इत्यनेन घुसंज्ञकदातवः षट् सन्ति. दो इति दा दो इति तत्र दा भवति, देङ् दा अपि दुधाय् धा दाण् धा धे इति तत्रापि धा भवति, दुधाय् इति धा च दाण् दुधाय् टु गिव् दो टु कट् डिवैड् देङ् इति प्रोटेक्ट् दुधाय् टु होल्ड् ब्रिङ्ग् धे इति टु सक् अ ड्रिङ्क् यङ्प्रत्यय हलादिः नित् अर्धातुक अतः गुमास्ता गप गापा जहाति संहलि इति सूत्रं प्रवर्तते. आहत्य द्वादशदातवः अन्तर्भवन्ति येषाम् अनेन सूत्रेण आकारस्य ईत्वम् अङ्गकार्यं सत् प्रथमतया भवति, तदा एव सनञ्जोः इत्यनेन दित्तम् अङ्गकार्यमस्ति हलि इति तत्र 6466 इति कृत्वा. अतः वयं पूर्वं दृष्टवन्तः किमर्थं तत्र कथं वा भवति दे धायोग यङ् इति अस्ति. इदानीं गुमास्ता गापा जहाति संहलि इति इत्यनेन धी इति दीय धिय इति अस्ति. इदानीम् अकृत्सार्वकदीर्घस्य अङ्गकार्यमस्ति दीय इति पुनः दीय इति इत्यनेन अजन्त अङ्गस्य इकारस्य पुनः दीर्घादेशः दीय. इदानीं सनङ्गः इत्यनेन दात्संज्ञा अस्ति दिदीय, अनन्तरं यथा सामान्यं तत्र दिदीय अनन्तरं तत्र देदीय इति भवति देदीय देदीयते देदीयते देदीयते इति वारं वारं ददाति इति दी दा गुधातोः. अकृत्सार्वकदीर्घः वयं जानीमः अजन्त अङ्गस्य दीर्घादेशः भवति यकारादिप्रत्ययपरे, किन्तु स च प्रत्ययः कृत्संज्ञकः अथवा सार्वधातुकं चेत् न भवति. अनुत्सूत्रमस्ति अचः अङ्गस्य दीर्घः ई अकृत्सार्वकयोः. अचश्च इति यत्र यत्र ह्रस्वदीर्घप्लुतः च विधीयते विधीयन्ते तत्र तत्र अचः इति षष्ट्यन्तं पदम् आगत्य उपस्थितं भवति इति परिभाषासूत्रम् एव एतदस्ति. तदनुवृत्तिसहितसूत्रमस्ति ह्रस्वदीर्घप्लुतैः अचः च अच् तत्र अकृत्सार्वकदीर्घः इति सूत्रे किमपि न उक्तम्, अतः तत्र दीर्घः एव उक्तमस्ति, अतः अचः इति तत्र आगत्य तिष्ठति, अतः अचः अङ्गस्य अङ्गस्य दीर्घः इति अस्ति, अचः अङ्गस्य एव दीर्घः भवति इति. अग्रे गुणो यङ्गलकोः इति वयं दृष्टवन्तः. अभ्यासस्य गुणः भवति यङि यङ्गलुकी च. तत्र अनुसूत्रमस्ति अङ्गस्य अभ्यासस्य गुणः यङ्गलकोः इति. तत्र गुणः भवति यथा इदानीं धा धातु अस्ति, धा योग यङ् इदानीं गुमास्तागापा जहाति सांहलि इति इत्यनेन धीय, अनन्तरं तत्र धीय इदानीं तत्र अक्रसादीर्घदीनेन पुनः धीय इति भवति, अनन्तरं सनङ्ग्योः इत्यनेन धीभीय, अनन्तरं दिधीय, अनन्तरं दिधीय क्षम्यतां दिधीय खलु ह्रस्वः, अनन्तरमेव गुणः भवति खलु देभीय इति भवति देभीय. तत्र दीदीय क्षम्यताम् अहं सत्यं ह्रस्वः अनन्तरं देधीय इति भवति देधीय देधीयते. तथैव मा योग यङ् इति अस्ति मी इति भवति मीमीय इति भवति, अनन्तरं मिमीय इति भवति, अनन्तरं मेमीय इति गुणो यङ्गलकोः इत्यनेन. अग्रे ष्ठा धातुः अस्ति, धात्वादेशः सः इत्यनेन स्था इति भवति, स्था योग यङ् स्थी योग यङ् इति अस्ति. इदानीं तत्र स्थीय इति अस्ति, अनन्तरं तत्र शर्पूर्वः अस्ति, शर्पूर्वकय अस्ति, अतः तत्र स्थीय इति भवति, अनन्तरं तत्र तिस्थीय चर्त्वं तिस्थीय तेस्थीय इति भवति तेस्थीयते इति भवति. अनन्तरम् आदेशप्रत्ययोः अपि भवति किल तत्र तेस्थीयते, हा तेस्थीय आदेशप्रत्ययः भवति वा, आदेश अस्ति खलु तत्र एकारः किल ते योग इदानीं षकार भवति, षकार अस्ति चेत् अनन्तरं स्तुत्वं भवति तेष्ठीयते इति भवति वा तेष्ठीयते, यदा आदेशप्रत्ययोः भवति अनन्तरं तत्र स्टुनाष्टुः अपि भवति सकार तेष्ठीयते तेष्ठीयते इति रूपं तेष्ठीयते इति भवति इति तत्र रूपं समीचीनं, प्रायः अरुणा भगिनी अपि प्रयत्नं करोति. धन्यवादः महोदय. भगिनी करोति वा गा प्रयत्नं करोति गा यं प्रथमं गोमास्ता का पजति सां हलि इति सूत्रेण दीर्घम् आदेशः भवति आकारस्थाने गा योगः गा घी भवति घी योगः घी तदनन्तरं वित्तं वित्तकार्यमेव भवति घी घी गकार प्रथमं कोश्चुः कार्यं करोति भगिनि ह्रस्वः करोतु अनन्तरं ह्रस्वः इति सूत्रेण अभ्यासस्य दीर्घ ह्रस्व भवति घी घीय इति गुण भवति भगिनि तदनन्तरं गुहोश्चुः अनन्तरमेव सामान्य अभ्यासकार्याणि प्रथमम् अनन्तरमेव विशेष अभ्यासकार्याणि गुहोश्चुः जकार जकारस्थाने जकार आगच्छति कृत्सरो दीर्घः जागीय अस्ति दीर्घोकितः जागीय इति रूपम् दीर्घोकितः गुणो यङ्लुकोः सर्वम् अवशिष्टम् अस्ति. ओ ओके जी ओके जी गीय अत्र गुणो यङ्लुकोः इति सूचेन गुणकारस्थाने गुण आगच्छति जेगीय. समीचीनं जेगीय तत्र अकृत् सार्वधातुपयो दीर्घः इति प्रथमकार्यं दीर्घत्वं भूमास्ता इत्यनेन ईत्वम् अनन्तरं संयङ्गोः इत्यनेन द्वित्वम् अनन्तरं ह्रस्वः तत् सामान्यकार्यम् अनन्तरं कुहोश्चुः यथा अभ्यासे चर्चा अस्ति चेत् अभ्यासे चर्चा कुहोश्चुः यत्किमपि अनन्तरं तत्र दीर्घोकितः गुणोऽयङ् इति तत्र सामान्यकार्यम् अनन्तरम् अभ्यासकार्यम् क्षम्यतां विशेषकार्ये. आं भगिनि अग्रिममपि प्रयत्नं करोतु. पा पा धातु पा इवकयं पा अति दीर्घ अकारतः भूमा सा गा पा जहाति सांहलि इति सूत्रेण दीर्घ एकार आगम आदेशः भवति. पी पीय यत्त्वं भवति पीपाय तदनन्तरं ह्रस्वः इति सूत्रेण ह्रस्व इकार पीपाय अस्ति. दीर्घात् अटति इति सूत्रेण पी अगेन् दीर्घ भवति पीपाय गुणोयङ् इति पेपाय भवति पेपीय भवति. समीचीनं हा अपि करोतु भगिनि. हा युव यङ् अत्रापि भूमास्ताकाजः अत्र हा अपि अत्र हा इति अहं हास्थाने अकारस्थाने दीर्घ इकार भवति केन सूत्रेण अकृतसारधातुकयो दीर्घ इति सूत्रेण इकार आगच्छति. तदनन्तरं ह्रस्वः इति सूत्रेण ह्रस्व इकार भवति हि हा य वित्तं भवति ह्रस्वः इत्यनेन ह्रस्वैकार भवति हि हाय हि स्थाने ओके कोपश्चुः सूत्रेण हकारस्थाने महाप्रणझकार आगच्छति हि हाय अद्य अभ्यासचर्चा अस्ति भगिनि अभ्यासे महाप्राणजी तु अल्पप्राणजी भवति जीषीय दीर्घोकितेन दीर्घ प्राणः भवति जीषीय गुण गुणोयं सूत्रेण जेषीय भवति. जेहीयते धन्यवादः भगिनि. उषा भगिनी प्रयत्नं करोति वा शो अन्तिमदातु भगिनि. ओके शो अन्तकर्मणि दिवादौ धाद्वाते सहसः ओके आते च उपदेशे अशिति इत्यस्मात् धाद्वाते सहसः इत्यस्य शो इति सो भवति अनन्तरम् आदेश उपदेशे अशिति इत्यनेन आकारः भवति. सा योगः यङ् सा योगः यङ् इति कृते गुमस्तकप्रसक्तिः नास्ति. सा योगः यङ् इति कृते गुमास्ता गापा खलु भगिनि सां हलि ओ जहाति सां हलि इत्यनेन सा इत्यपि अस्ति उल्लेखः अस्ति सो गुमास्ता गापा इत्यनेन कार्यं भवति दीर्घ सा इति सी भवति सी योगः यङ् इति कृते अकृत् असार्वधातुक अकृत् सार्वधातुकयोः दीर्घः इति कृते दीर्घं भवति न तु परिवर्तनम् अत्र न दृश्यते सीय एव भवति सीय योगः यङ् अनन्तरं द्वित्वकार्यं संयङ्गोः इत्यनेन सी सी य सी सीय इति भवति सी इति अभ्यासस्य कृते ह्रस्वः इत्यनेन ह्रस्वत्वं भवति सि सीय इति भवति सि सीय इति कृते अभ्यासकार्यम् ओके अभ्यासकार्यम् ओके देन् गुणो यङ् लुकोः इत्यनेन से सीय इति भवति से सीय इति भवति ओके सा योगः यं सी योगः यत् ध्येयं यत् अत्र सकारः आदिष्टः इत्यस्मात् आदेशप्रत्ययोः इत्यस्य प्रसक्तिः अपि अस्ति सो से सीय इति सेशीय वा सत्य सेशीय सेशीय सेशीयते यङ् टेनेण्ट् आत्मनेपथ्या सेशीयते अस्तु भगिनि अदु अग्रे ओ ध्येयं यत् अत्र सकारः आदिष्टः इत्यस्मात् आदेशप्रत्ययः ध्या ध्म इति द्वौ धातु ग्राध्म ओके गुमास्था गाप ओ सो द ग्रा इस् नाट् देर् गुमा एव भवति सत्यके ध्मा नास्ति ओके ग्राध्मा इति द्वौ धातु ग्राध्मा इति द्वयोः धात्वोः आकारस्य ईकार आदेशः भवति यङ्गी परे आकारस्य ईकार आदेशः भवति ग्रायोगः यङ् ग्री योगः यङ् ई ग्राध्मोः इति सूत्रेण ओके ग्रा इति ग्री भवति ग्रा ग्री योगः यङ् ग्री ग्री देन् दट् इस् ग्री दीर्घादेशः नाट् बै अकृत् सार्वधातुकयोः ईग्राद्मोः आर् प्रथमम् ईग्राद्मोः अनन्तरम् ऐ गेस् अकृत् सार्वधातुकयोः दीर्घः बट् परिवर्तनं न भवति सो ग्री ग्री योगः द्वित्वकार्यं देन् ग्री ग्री इति भवति ग्री ग्री यङ् ओके ग्री ह्रस्वः ग्री ग्री योगः यकारः देन् ग्री देन् कुहोश्चुः इत्यनेन घकारस्य स्थाने जकार जि ग्री अनन्तरं हलादिशेषः इत्यनेन प्रथमं हलादिशेषः देन् डसन्ट् म्याटर् किमर्थं हलादिशेषः नो ग्री इति अस्ति खलु देन् पूर्वमेव आगच्छति पूर्वमेव पूर्वमेव सो ग्री ग्री देन् प्रथमं हलादिशेषः गी ग्री योगः य देन् ह्रस्वः गि ग्री योगः यकारः देन् कुहोश्चुः इत्यनेन जि ग्री योगः य देन् जिग्री जिग्री इति कृते देन् गुणोयङ् लुकोः गुणोयङ् लुकोः इत्यनेन अभ्यासस्य गुणः भवति जे ग्री जे ग्रीय इति भवति जे घ्रीयते इति भवति समीचीनं मध्ये कुत्रचित् दीर्घोकितः अपि आगच्छति तावद् ह्रस्वः कृतवन्तः किल तस्य पुनः दीर्घत्वं कृत्वा अनन्तरं तत्र रूपस्य तु हानिः नास्ति परन्तु प्रक्रियावतनसमये ओ दीर्घ्रिय दीर्घोकितः अनन्तरमेव ओके गुणोऽपि अङ्गुलकोः समीचीनं जेघ्रीयते इति भवति परन्तु ईग्राद्मोः इति सूत्रेण ईत्वं न तु गुमास्ता धुमा अपि करोतु भगिनि धुमा योगः यङ् ईग्राद्मोः इति सूत्रेण प्रथमम् ईकारादेशः भवति ग्मी योगः यङ् ग्मी योगः यङ् इति कृते अनन्तरं अकृत्तसार्वधातुकयोः दीर्घः ध्मी योगः यङ् एव भवति धन् संयङ्गोः इत्यनेन द्वित्वकार्यं भवति ध्मी ध्मी योगः यकारः ध्मी ध्मी हलादिशेषः इत्यनेन धी योगः ध्मी दी ध्मी नाट् योगः दी दी ध्मी योगः यकारः द् ध्मी ह्रस्वः दि दि द्मी य दिन्ना अभ्यासे चर्च इत्यनेन दि दि द्मी य दि द्मी य देन् देन् what is that sutra you said guno no dirghokitah dirghokitah ityanena roopa parivartanam nasti di dmi ya eva bhavati then guno no not guno yanglukoho ityanena de dmi ya de dmi yate iti bhavati satya de dmi yate इति समीचीनं सम्यक् भगिनि धन्यवादः धन्यवादः महोदय ज्या धातुः करोति वा बहूनि सूत्राणि सन्ति केवलं यङ्गि परे एव भवति अतः एव वयं गतपाठे एतत् न दृष्टवन्तः ईघ्राद्मोः आम् महोदय अस्तु तत्र ज्या धातुः अस्ति ज्या धातोः तदेव खलु तत्र ज्या धातोः सम्प्रसारणं भवति कितिमिति प्रत्यये परे ज्या योग यङ् इति इदानीं ग्रहिज्या वै व्यधि वष्टि विचति वृच्छति पृच्छति दुज्यति नाम्निति च इत्यनेन सम्प्रसारणम् जकार इकार आकार यकार सम्प्रसारणाच्च इत्यनेन तत्र इत्यनेन सम्प्रसारणसंज्ञकवर्णात् परः अच् अस्ति चेत् पूर्वपरयोः एकः पुरुरूपादेशः भवति तर्हि तत्र इकारकारयोः स्थाने इकार एव भवति इदानीं तत्र यकारस्य सम्प्रसारणमस्ति इदानीं यकारस्य स्थाने इकारः इकाराकार पुरुरूपादेश जि योग य जिय इति स्थितिः इदानीं तत्र हलः इति सूत्रेण 642 तत्र हलः इत्यनेन अङ्गवयवात् हलः उत्तरस्य सम्प्रसारणं तदन्तस्य अङ्गस्य दीर्घादेशः दीर्घादेशः तर्हि जिय इति भवति द्वित् अभ्यासकार्यं तत्र एतत् न भवति तत्र तस्य बाध्यबाधकभावः 642 अकृत्सार्वधातुकयोः इति भवति चेदपि किमपि नास्ति तत्र जीय 7-4 सम्प्रसारणकार्यं प्रथमं करणीयम् इति तादृशः अस्ति वा तत्र सम्प्रसारण नास्ति खलु तत्तु अस्ति परन्तु हलः इति हल इति सम्प्रसारणं नास्ति खलु तत्र सम्प्रसारण नास्ति तत्र केवलं तत्र अङ्गकार्यमेव अस्ति खलु अङ्गकार्यमेव अस्ति अतः न जानामि किमर्थं न भवति इति उत्तरम् अकृत्सार्वधातुकयो दीर्घः इत्यनेनापि दीर्घत्वमेव भवति हलः इत्यनेनापि दीर्घत्वमेव भवति हलः इत्यस्य निमित्तम् उक्तं वा हलः हलः सम्प्रसारणस्य अङ्गस्य अङ्गस्य दीर्घः प्रायः अङ्गस्य दीर्घः भवति इति अस्ति तत्र अकस्मादीर्घ इति तत्र तत्र अन्तरङ्ग एतद् अन्तरङ्गसूत्रमस्ति इति कृत्वा एव प्रायः तादृशं सम्पस्य अङ्गस्य एव किमपि किमपि न आवश्यकमस्ति इति कृत्वा अन्तरङ्गम् इति कृत्वा भवति अतः अन्तरङ्गत्वात् हलः इत्यस्य प्रसक्तिः तादृशमेव भवेत् तत्र अनन्तरमपि भवितुमर्हति खलु तत्र जि इति अनन्तरं पुनः तदपि वक्तुं शक्यते यदा इदानीं वयं सर्वत्र दीर्घोकितः पुनः पुनः कृतवन्तः किल तादृशं कर्तुं शक्यते परन्तु तत्र द्वयोः सङ्घर्षः अवश्यम् अस्ति किल ई प्रत्यये परे सङ्घर्षः तु अस्ति एव कथं निर्णयं कुर्मः लक्ष्ये लक्षण किमपि अस्ति किल न्यायं परन्तु तत्र किमस्ति अत्र नित्य अस्ति वा तत्र जि इत्यस्य जि तद् द्वयमपि नित्यमेव खलु नित्यमस्ति चेत् तस्य एव प्रसक्तिः भवति किल इदानीं जि इति कृतमस्ति तत्र तत्र जि या इति अस्ति इदानीं हलः इत्यनेन जि इति भवति अनन्तरमपि तस्य भवति खलु तस्य अकृत्सादरात् तदेव तद् आम् परन्तु तत्र किमपि न दृश्यते किल तत्र फलं तु किमपि नास्ति जिय इत्येव भवति पुनः अपि हलः इत्यस्य कार्यं कृतं तदा इदानीं तद् आगच्छति चेदपि तत् रूपपरिवर्तनम् इति किमपि नास्ति हलः इत्यस्य तादृशमेव चिन्तयतु हलः इत्यस्य तु सम्प्रसारणकार्यात् अनन्तरमेव तस्य कार्यं किल हलः सम्प्रसारण अङ्गस्य दीर्घः ततः सङ्घर्षः जी योगः य इत्यस्मिन् स्थले एव पुनः कर्तुं शक्यते परन्तु तत्र किमपि प्रयोजनं किमपि नास्ति अन्तरङ्गं भगिनि इस् लैक् अन्तरङ्गं निमित्तं न्यूनं अन्तरङ्गत्वात् फलः इति अन्तरङ्गत्वात् बलीयः बलवत् सूत्रं तर्हि जी जि इति अस्ति तत्रापि गुणयङ्गलुकोः इति तत्र जिजीय अनन्तरं जे जि जिजि अनन् जि जि इति अस्ति अनन्तरं तत्र करणीयं वा तत्र ह्रस्वः एतानि कार्याणि करणीयं खलु कुर्मः चेदपि दोषाय नास्ति न कुर्मः चेदपि अस्माकं तु जे जीयते इत्येव तत्र परिवर्तनं न भवति परन्तु सूत्राणि सन्ति प्रक्रिया वक्तव्यं चेत् अपर्जन्यवत् सर्वाणि वक्तव्यानि इति कारणेन तावदेव तत्त्वः एकवारं कृत्वा पुनः दीर्घः दीर्घोकितः कृत्वा अनन्तरं यगुणो यङ्लुकोः कर्तुं शक्यते जेजीय इति भवति अत्र जेजीयते जेजीयते इति धातुः ग्रहिज्या वै व्यधि वष्टि विचति पृच्छति पृच्छति बृजतीनां निति च इति सूत्र वयं जानीमः तत्र बृजतीनां किति नीति प्रत्यये परे सम्प्रसारणं भवति इति अस्ति अग्रे हलः इति अङ्ग अवयवात् हलः यदुत्तरं सम्प्रसारणं तदङ्गस्य दीर्घः तदन्तस्य अङ्गस्य दीर्घः भवति इति अस्ति तर्हि यः हल् वर्णः अङ्गस्य अवयवः तस्मात् परे स्थितं यत् अङ्गान्तं सम्प्रसारणं तस्य दीर्घत्वं भवति हल् उत्तरस्य भवेत् हल् क्षम्यता हल् वर्ण अङ्गस्य अवयवः भवेत् तस्मात् परे अनन्तरं भवेत् तत्र अङ्गान्ते भवेत् तत्र सम्प्रसारणम् अङ्गान्ते यत् यत् सम्प्रसारणं तस्य दीर्घत्वं भवति इति अस्ति वयं जानीमः अनुसरिसूत्रमस्ति हलः सम्प्रसारणस्य अङ्गस्य दीर्घः भवति ते अङ्गस्य सम्प्रसारणं भवेत् अङ्गस्य अन्ते सम्प्रसारणवर्णः भवेत् तस्य एव दीर्घः भवति इति अस्ति निमित्तमस्ति हल् हलः हलुत्तरस्य इति अस्ति अतः जे ज्या इत्यत्र किल ज्या धातुः जे जीयते इति भवति सम्प्रसारणं भूत्वा हलः भूत्वा अनन्तरं गुणौ यः इति उक्त्वा धन्यवादः महोदय. भगिनी अरुणा भगिनी व्ये धातुः करोति वा? आं भगिनि, व्ये धातुः, व्ये धातुः सम्प्रसारण धातुः अस्ति, अतः यङ् पदे सम्प्रसारणं भवति. प्रथमं व्ये इति एजन्तदातः आदेश उपदेशे इति सूत्रेण व्या भवति, व्या योगः. तदनन्तरं स्वपि स्वपि स्वपिष्यामि व्ये येङां यङि इति सूत्रेण सम्प्रसारणं भवति. अत्र वकार यकारस्थाने इकार आ अस्ति, न सम्प्रसारणे सम्प्रसारणम् इति कृतेन प्रथमवकारस्य सम्प्रसारणं न भवति, केवलं यकारस्य एव. तदनन्तरं सम्प्रसारणाच्च इति सूत्रेण अकार इकाराकारयो आचि अस्ति चेत् पूर्वपरयोः पूर्वरूपमेव आदेशः भवति. वि योगः या हलः इति सूत्रेण सूत्रं वदति हलः पूर्वं सम्प्रसारणवर्णस्य उत्पन्नम् अस्ति चेत् दीर्घः भवति. अतः वि वीया इति रूपं. तदनन्तरं चित्तकार्यं विवीय ह्रस्वः अपि कार्यं कर दीर्घ अपि आगत्वा दिवि एव अवशिष्यति. तदनन्तरं वि य गुण्ये यङ् लुखोः इति सूत्रेण वि वे भवति, वेवीय वेवीयते इति लट्लकाररूपमस्ति. स्वपि श्यामि व्येङ्गां यङि स्वप् श्यं वे इत्येषां धातूनां सम्प्रसारणं भवति यङि परे. स्वपिश्च शमिश्च व्येङ् च इत्येषाम् इतरेतरद्वन्द्वः. स्वपि शं स्वपि शमि व्येङ् येषां स्वपि शमि व्येङ्गान् स्वपि श्यां श्यामि शमि व्येङ्गां षष्ट्यन्त्यं यङि सप्तम्यन्तं द्विपदवतं सूत्रं. षङ् षङ्गः सम्प्रसारणं पुत्र पत्योः तत्पुरुषे इत्यस्मात् सम्प्रसारणमित्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं स्वपि श्यामि व्येङ्गां सम्प्रसारणं यङि इति सूत्रम्. स्वप् व्येङ् च वचि स्वपि यजादीनां चिति इति सूत्रेण स्वपपि सम्प्रसारणं न भवति. स्वप्व्यञ् च पचि स्वपि च स्वपि यजातीनां इति सूत्रेण यङि परे सम्प्रसारणं न भवति स्म. अतः पृथक्तया विशिष्टसूत्रम् अपेक्षितम् अस्ति. भगिनि पुनः वदामि व्येङ् फस्ट् धातुः आदेश पश्यति सूत्रेण एच् धातुः आकारादेशः भवति. तदनन्तरं सारु आदे विशिष्टसूत्रेण स्वपि श्यामे व्येङ्गां यङि इति सूत्रेण सम्प्रसारणं भवति. व्या धातुः अकार यकार अस्ति, परन्तु न सम्प्रसारणं सम्प्रसारणम् इति सूत्रेण यकारस्थान सम्प्रसारणं भवति. व इ आ य सम्प्रसारणस्य सूत्रेण इकार आकार मध्ये पूर्वरूपमेव आदेशो भवति. वि योगाय हलः इत्येन दीर्घः भवति, यत्र हलवर्णपूर्वं सम्प्रसारणवर्ण वर्णः दीर्घापूत वि यभय तदनन्तरं वि वि य गुणो यङ् लुगन् लुकोः यङ् लुकोः सूत्रेण गुण भवति वेवीय इति रूपं वेवीयते इति लट्लकाररूपम् सूत्रम् अत्र तत्र वचि स्वपि अजादीनां किति इति 6115 अस्ति स्वपि स्यमि व्यञ्जां यङि इति 19 अस्ति तत्र किमर्थं पाणिनि तत्र एव नित् इति अपि न आनीतवान् अतः किमर्थम् एकं सूत्रं पृथक्तया निर्माणं कृतवान् इति उपविष्टव्यं स्वं 15 किति परे एव तस्य कार्यं अचिस्वपि अजादीनाम् इति केवलं किति परे कार्यं परन्तु इदानीम् अस्माकं विवक्षा तु ङिति परे अपि आवश्यकमस्ति गतिजा इति ङिति परे तस्मिन् सूत्रे तु केवलं स्वपि वचि स्वपि यजादीनां स्वपि क्यम नास्ति व्येङ् इति नास्ति केवलं स्वपि एव अस्ति यजादीनां तत्र उल्लेखनार्थं विस्तृतवान् वा आं महोदय स्वपि इति किति एव खलु अतः आम् तत्र पृथक्तया एकं सूत्रं किमर्थं निर्माणं कृतवान् इति अन्यत्र न भवति केवलं किति एव भवति खलु अत्र यङि आवश्यकमस्ति इति कृत्वा एव तत्र अनुवृत्तिः किमर्थं किप् इति न आनीतवान् तत्र व्यतिस्वपि अजादीनाम् इति अत्र तत्र किति किति एव खलु आम् न निति इति अन्यत् अन्यस्मात् आनेतुं शक्यते किल परन्तु ग्रहीजा इति अग्रिमसूत्रमस्ति तत्र निति अस्ति वचिस्वपि अजादीनां किति अग्रिमसूत्रं ग्रहीजा निति च ङिति च इति भवति अतः सम्प्रसारणं तत्र ङिति अपि भवति इति उक्तं परन्तु अस्मिन् तस्मिन् सूत्रे वचि स्वपि यजादीनाम् इति सूत्रे वचि स्वपि यज् इत्येव अस्ति अस्माकं धातुद्वयं तु नास्ति किल अस्ति वा यजादीनां यज् वप् वक् वस् वे श्वे किमर्थं किति इत्येव देन्न इट्स् अ गोस्ट् अनुवृत्ति ओन्लि फार् द नेक्स्ट् सूत्र भगिनि सत्यं किति देन् फर् द नेक्स्ट् सूत्र गृहीज्या देन् गच्छ किति अपि च इति परन्तु स्वपि कृते ओन्लि फर् किति दट् सूत्र वदति ऐ जस्ट् सो बि वाण्ट् द यङ्ग् अपि च भगिनि यङ्गि यङ्गि द स्वपि स्यमि व्ये व्येङ्गां यङ्गि यङ्गि इति अनुवृत्तिसहितम् अनुवृत्ति तावदेव यङ्गिति वर्तते न वशः अग्रिमसूत्रम् तत्र यङ्ग् आवश्यकम् अतः सः अत्र आनीय तत् पृथक्तया सूत्रं निर्माणं कृतवान् अनन्तरमपि चायः यङ्गीति किं तत्र अग्रे आवश्यकम् चायः की तत्रापि यङ्गी आवश्यकम् अतः कारणं भवेत् सर्वदा तस्य अनावश्यकं सः एकमपि सूत्रं न निर्माण वेरि हार्ड् फार् अस् टु रिमेम्बर् सत्यं तत्र तत् स्थानं किञ्चित् मनसि अस्ति चेत् सम्यक् भवति अस्तु स्वपीयजादीनाम् अनन्तरं ग्रहीजा तत्र ङिति अस्ति, अनन्तरं स्वपि यङि अस्ति, तद् यङि अग्रे चलति. तथा एव सूत्रसङ्ख्या स्मर्तव्यं भगिनि. सत्यं सत्यं भगिनि. वयम् आं भगिनि वदतु. सामान्यतया अपित् अपित् प्रत्ययः नित् कित् इति वदामः, कित् निति इति येन कित् नित्वत् भवति इति वयं किमर्थं किमर्थं हि अधुना स्वपि स्वपेजादीन् स्वपि स्यामि व्यङ्गं व्यङ्गि किमर्थं कित् नित् भवतं भवितुम् अर्हति न? तद् सार्वधातुकम् अपित् नित्वत् इति, तद् सार्वधातुकम् एतत्तु आर्धधातुकम् अस्ति. तत्रापि तादृश डेफिनेशन्स् अपि बहु क्लियर् अस्ति. एतत्तु आर्धधातुकमस्ति, अतः तत्र णित्वत् इति किमपि न वक्तुं शक्यते. अतः सः एकं सूत्रमेव पृथक्तया तस्य यङ्ग् इत्यस्य कृते निर्माणं कृतवान्. तदा अभवत् वा? आम्, धन्यवादः भगिनी. उषा भगिनी, ह्वें धातुः. ह्वें धातुः, ह्वें धातोः द्वित्वात् प्राक् तस्य सम्प्रसारणं भवति. अभ्यस्तस्य च 633 अभ्यस्ति भविष्यतो ह्वेङ्गः सम्प्रसारणं स्यात्. ह्वेङ् धातोः यदा द्वित्वं भविष्यति तस्मात् साक्षात् प्राग् एव तस्य सम्प्रसारणं भवति. अभ्यस्तस्य षष्ट्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं ह्वः सम्प्रसारणम् इत्यस्य सम्पूर्णतया अनुवृत्तिः भवति. ह्वः इति ह्वा शब्दस्य षष्ट्यन्तं रूपं भवति. आते च उपदेशे अशिति इत्यनेन ह्वे इत्यस्मात् ह्वा भवति. अनुवृत्तिसहितसूत्रम् अभ्यस्तस्य ह्वः सम्प्रसारणं च. ओके, ह्वे धातोः अपि अस्माकं सम्प्रसारणम् आवश्यकम् इत्यनेन अभ्यस्तस्य च इति पाणिनिना कृतम्. अभ्यस्तस्य ह्वः सम्प्रसारणं च. अभ्यस्ति भविष्यतः ह्वेङ्गः. सो यत् ह्वेङ् धातोः अभ्यासस्य द्वित्वकार्यं पूर्वात् एव तस् कार्यं भवति इति. ह्वेङ् धातोः यदा द्वित्वं भविष्यति तस्मात् साक्षात् प्राक् एव तस्य सम्प्रसारणं भवति इति कारणात् सम्प्रसारणं प्रथमं करणीयम्, अनन्तरमेव द्वित्वम्. ह्वे योगः यङ् इति कृते अभ्यस्तस्य च इत्यनेन सम्प्रसारणं भवति. अभ्यस्तस्य हकार वकार एकारः, वकारस्य स्थाने उकार आदेशः भवति. सो हकार उकार न हकार उकार यत् ओके ह्वे देन् सम्प्रसारणाच्च हु एव भवति. हु योगः य तदा एव द्वित्वं. हु योगः य अत्र नन दी सूत्र भगिनि दीर्घो नाट् दट् अकृत् सार्वधातुकयोः दीर्घः आगच्छति अग्रे अस्ति अन्ते अन्तिमं गच्छतु तत्र एकवारं पठतु अनन्तरं वयं मध्ये अस्तु. ह्वे धातोः एकाचो हलादेः क्रियासमभिहारे यङ् इत्यनेन ओके यङ् आयाति. ह्वे योगः यङ् इति कृते आदेश उपदेशे अशिति इत्यनेन एव आत्मं भवति. ह्वा योगः यकारः देन् अभ्यस्तस्य च ओके ओके अभ्यस्तस्य च इत्यनेन ह् योगः उ वकारस्य स्थाने उकारः. ह् योगः उ आ ए ह्वा आ योगः ये यकारः सम्प्रसारणाच्च इत्यनेन पूर्वरूप आदेशः एव भवति. सकार उकार एव भवति, आकारः न दृश्यते. हु योगः य इति भवति. हो हलः, हलः इत्यनेन अङ्ग अवयवात् हलः, अङ्ग अवयवात् हलः यद् उत्तरं सम्प्रसारणं तदन्तस्य अङ्गस्य दीर्घादेशः भवति. सो हकार, हकार अङ्ग अवयवात् हलः यत् हल् हल् अस्ति यद् उत्तरं सम्प्रसारणम् अस्ति तदन्तस्य अङ्गस्य दीर्घादेशः भवति. सो हु इति भवति दीर्घादेशः. हु योगः यकारः अकृत् सार्वधातुकयोः दीर्घः इत्यनेन अजन्तस्य अङ्गस्य दीर्घादेशः भवति. यकारादिप्रत्यये परे हु योगः यकारः. हु योगः यकारः देन् वाट् इस् दट् दट् अनन्तरं सूत्रम् अकित् अभ्यासस्य वाट् इस् दट् भगिनी संथिङ्ग् दीर्घोकितः नास्ति ऐ गेस् समानमेव दृश्यते प्रायः दीर्घोकितः अपि वक्तुं शक्यते वक्तुं ओके दीर्घोकितः हू एव अवशिष्यते. हूय देन् द्वित्वकार्यं हू दीर्घोकितः तु अपि विशेष अभ्यासकार्यं विशेष अभ्यासकार्यम् इत्यनेन एव लेटर् परमेव. ओके अस्तु. सो प्रथमं द्वित्वकार्यं हू हू इति भवति. हू हू इति अभ्यासस्य ह्रस्वः. हू हू भवति देन् अभ्यासे चर्चा इत्यनेन अभ्यासे चर्चा इत्यनेन न नो अभ्या प्रथमं कुहोश्चुः कुहोश्युः इत्यनेन हकारस्य स्थाने गु भवति. गु हु भवति देन् कुहोश्चुः भवति किल महाप्राणचकार जु हु भवति देन् अभ्यासे चर्च इत्यनेन जु हु भवति. जुहूय जुहूय देन् गुणो यङ् लुकोः इत्यनेन अभ्यासस्य गुणः भवति. जोहूय जोहूय इति यङन्तधातुः सिद्ध्यति. ह्रस्वः अपि कृतवती किल भगिनि? आम् आं भगिनि आम् आं भगिनि दि प्रथमं ह्रस्वः. सो इति भवति हु हु अनन्तरम् अनन्तरम् अभ्यासे चर् न नो नो कुहोश्चुः कुहोश्चुः देन् अभ्यासे चर्च. सो जुहु जुहु देन् गुणो यङ्लुकोः इत्यनेन अभ्यासस्य गुणः. जोहूयते इति भवति तदेव रूपं तदेव अन्तिमरूपं जोहूयते इत्येव. मध्ये किम् उक्तं प्रायः पूर्वं पठितवन्तः वा न जानामि. एतद् आदे च उपदेशेषति इत्यनेन आत्वं भवति किम् इति चिन्तनं पूर्वं वयं कृतवन्तः इति चिन्तयामि. न जाय कृतवन्तः कृतवन्तः किल महोदय? तद् बहु परिचितं कुत्र अभ्यस्तस्य इति प्रथमं दट्स् न्यू कार्यं भगिनि अभ्यस्तस्य तद् आम् परन्तु एतद् ह्वे धातोः एजन्तत्वात् आदे च उपदेशे इत्यनेन आत्वं भवति किम् इति चुरादिगणीयपाठे वा निच् पाठे वा कुत्रचित् वयम् एतत् चिन्तनं कृतवन्तः ह्वे धातोः कुत्र इति न स्मरामि. अनैमित्तिकत्वात् सम्प्रसारणं प्रागेव इति एतत् सर्वं कुत्रचित् पठितम् इति जानामि. तत्र मध्ये सिद्धान्तकौमुदी चिन्तनं वयम् अग्रिमसप्ताहे पठामः. तत्र किम् अस्ति इति अभ्यस्ति भविष्यतो होयङ्गः सम्प्रसारणं स्यात् इति. अभ्यस्ति भविष्यतो इत्युक्ते अग्रे यद् अभ्यस्तः भविष्यति तत् तादृश ह्वेन् धातोः सम्प्रसारणं स्यात् विधिलिङ्ग् एतदपि वयं पठितवन्तः इति चिन्तयामि. तत्र किल अभ्यस्ति भविष्यतो इति तादृशपरिचितं दृश्यते. बट् लिट् सन् सन्यङ्गोः सन् न पठितं लिट् न पठितं धातु यङ्ग् लुकि वयं दृष्टवन्तः यङ्ग् लुकि अपि एतादृशचिन्तनम् आसीत् वा आमाम् आसीत् अभ्यस्तस्य च इति वयं पठितवन्तः यङ्ग् लुकि इत्युक्ते इदानीमेव तदपि स्मरणे नास्ति वा अन्यथा हाफ् वे इति हाफ् वा इति भवति खलु हाहु तत् न अशुद्धमस्ति हा तादृश्यमपि वे धातोः विषये चिन्तनम् आसीत् पूर्वम् अस्तु आमां तत् हूहु ए जो जोहु इति भवति जोहु जोहूतः प्रायः तद् अग्रिमसप्ताहे तस्य विषये अनुवर्तयामः तद् एषः पाठः अपि किञ्चित् दीर्घः एव पश्यामः महोदयस्य वर्गे एतत्तु नवमपाठः किल 11B इति पाठः प्रचलति इदानीं ल्यप् प्रत्ययः इति तत्र यङ् धातु यङन्तधातुः नवमपाठः अनन्तरम् अस्ति द्वितीयपाठः अपि यङन्तः एव दशमपाठः तु इडागमचिन्तनं वा किमपि एकादशपाठः एव इदानीं प्रवर्तते कथम् इति अहं न जानामि तत्र ग्याप् तादृशन्यून ग्याप् एव अस्ति वा अस्माकं वर्गे तस्य वर्गे इति अजानामि यत्र पूर्वं तव्य नीय इति कृतवन्तः ओ अन्यत् किमपि कृत्वा पुनः 11th पाठं प्रति आगतवन्तः वा भगिनि ओ 11 इति द्वित्वम् अस्ति 9 यङन्तदातवः 10 यङन्तदातवः द्वितीयभागः 11 द्वित्वं यद् पाठः इदानीं प्रचलति तद् 11B ल्यप् प्रत्ययः अस्तु वयं द्वित्वं कुर्मः अनन्तरं चिन्तयामः किं करणीयं ल्याप् प्रति गच्छामः वा इडि व्यवस्था गच्छामः तत्र किमपि कण्ठस्थीकरणम् आसीत् इडि व्यवस्था एव्रि क्लास् हि वाण्ट्स् अस् टु रिपीट् आल् 101 इडि व्यवस्था इति अस्मिन् वा अस्तु अद्य समापयामः वा धन्यवादः धन्यवादः धन्यवादः भगिनि नमस्कारः भगिनि